पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 41 युधिष्ठिर उवाच कथिता वै त्वया कृष्ण सफलैकादशी शुभा कथयत्स्वप्रसादेन शुक्लपक्षस्य या भवेद् किन्नामको विधिस्तस्या को देवस्तत्र पूज्यते कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः श्रीकृष्ण उवाच शृणु राजन् प्रवक्ष्यामि शुक्ला पौषस्य या भवेद् कथयामि महाराज लोकानां हितकाम्यया पूर्वेण विधिना राजन् कर्तव्यैषा प्रयत्नदः पुत्रदा नाम नाम्ना सा सर्वपापहरा परा नारायणोऽधिदेवोऽस्या कामदसिद्धिदायकः नादः परतरा काचित्त्रैलोक्ये सचराचरे विद्यावन्तं यशस्वन्तं करोति च नरं हरिः शृणु राजन् प्रवक्ष्यामि कथां पापहरां परां भद्रावत्यां पुराह्यासीत् पुर्यां राजा सुकेधुमान् तस्य राज्ञस्तदा राज्ञी चकम्पा नाम वर्तते पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः नैवात्मजं नृपो लेभे वंशकर्तारमेव च तेनैव राज्ञा धर्मेण चिन्तितं बहुकालतः किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेद् न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान् साध्व्य स्वकान्तया सार्धं प्रत्यहं दुःखितो भवत् तावुभौ दम्पती नित्यं चिन्ताशोकपरायणौ पितरोऽस्य जलं दत्तं कवोष्णमुपभुञ्चते राज्ञः पश्चान्न पश्यामो योऽस्मान् संतर्पयिष्यति इत्येवं संस्मरन्तोऽस्य दुःखिताः पितरो भवन् न बान्धवा न मित्राणि नामात्या सुहृदस्तथा रोचयं त्यस्य भूपस्य न गजाश्वाः पदातयः नैराश्यं भूपदेस्तस्य नित्यं मनसि वर्तते नरस्य पुत्रहीनस्य नास्ति वै जन्मनफलम् अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा पितृदेवमनुष्याणां ना नृणत्वं सुतं विना तस्मात् सर्वप्रयत्नेन सुतमुत्पादयेन्नरः इहलोके यशस्तेषां परलोके शुभा गतिः येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेद् आयुरारोग्यसम्पत्तिस्तेषां गेहे प्रवर्तते पुत्रजन्मगृहे येषां लोकानां पुण्यकारिणां पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप पुत्राश्च सम्पदो वापि निश्चयादिति मे मतिः एवं विचिन्त्यमानोऽसौ न शर्म लभते नृपः प्रत्यूषे चिन्तयद्राजा निषीधे चिन्तयत्तदः स्वयमात्मविनाशं च चिन्तयामास केतुमान् आत्मकादे दुर्गतिं च चिन्तयित्वा तदा नृपः दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम् अश्वारूढस्तदो राजा जगाम गहनं वनं पुरोहितादयः सर्वे न जानन्ति गतं नृपं गम्भीरे विपिने राजा मृगपक्षिनिषेविते विचचार तदा राजा वनवृक्ष्वान् विलोकयन् वडानश्वद्धबिल्वांश्च कर्जूरान् पनसांस्तथा बकुलान् सप्तपर्णांश्च तिन्दुकांस्तिलकानपि शालांस्तालांस्तमालांश्च ददर्श सरलान् नृपः इं गुदीकगुभांश्चैव श्लेष्मातकनगांस्तथा शल्लकान् करमर्दांश्च पाडलान् बदरानपि अशोकांश्च पलाशांश्च शृगालान् शशकानपि वनमार्जारमहिषान् शल्लकांश्चमरानपि ददर्श भुजगान् राजा वल्मीकादर्धनिःसृतान् तथा वनगजान्मत्तान् कलभैः सह सङ्गतान् यूथपांश्च चतुर्दन्तान् करिणीयूथमद्यगान् तान् दृष्ट्वा चिन्तयामास आत्मनः स गजान्नृपः तेषां स विचरन्मध्ये राजा शोभामवापः महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः मार्गे शिवारुतान् शृण्वन्नुलूकविरुतं तथा तांस्तान् ऋक्षमृगान् पश्यन् बभ्राम वनमध्यतः एवं ददर्शगहनं नृपो मध्यगदेरवौ क्षुत्रिभ्यां पीडितो राजा इतश्चेतश्च धावति नृपदिश्चिन्तयामास संशुष्कगलकं धरः मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृश्यम् मया वै तोषिदा देवा यज्ञैः पूजाभिरेव च तथैव ब्राह्मणादानैस्तोषिदा मिष्टभोजनैः प्रजाश्चैव सदा कालं पुत्रवत्पालिदो भृश्यं कस्माद्दुःखं मया प्राप्तमीदृश्यं दारुणं महद इति चिन्तापरो राजा जगामै वाग्रदो वनं सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमं मीनसंस्पर्शमानं च पद्मैश्चापरशोभितं कारण्ढैश्चक्रवाकैश्च राजहंसैश्च शोभितं मकरैर्बहुभिर्मत्स्यैः अन्यैर्जलचरैर्युदं समीपे सरसस्तस्य मुनीनामाश्रमान् बहून् ददर्श राजा लक्ष्मीवान् शकुनैः शुभशंसिभिः दक्षिणं प्रास्फुरन्नेत्रमधसव्येतरःकरः प्रास्फुरन् नृपदेस्तस्य कथयन् शोभनं फलं तस्य तीरे मुनीन् दृष्ट्वा कुर्वाणन्नैगमं जपम् हर्षेण महदाविष्टो बभूव नृपनन्दनः अवतीर्य हया तस्मान्मुनीनामग्रधस्थितः पृथक् पृथक् ववन्देऽसौ मुनींस्तान् शंसितव्रतान् कृताञ्जलिपुडो भूत्वा दण्डवच्च पुनः पुनः प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपदे वयं राजोवाच के भवन्तोऽत्र कथ्यं तां का चाख्या भवदामपि किमर्थं सङ्गदा यूयं सत्यं वदद मेग्रदः मुनय ऊजुः विश्वे देवा वयं राजन् स्नानार्थमिह चागताः माघो निकटमायात यदस्मात् पञ्चमेहनि अद्य चैकादशी राजन् पुत्रदा नाम नामदः पुत्रं ददात्यसौ विष्णुपुत्रदाकारिणां नृणां राजोवाच एष वै संशयो मह्यं पुत्रस्योत्पादने महान् यदि तुष्टा भवं तो वै पुत्रं मे दीयतां तदा मुनिरुवाच अद्यैव दिवसे राजन् पुत्रदा नाम वर्तते एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् अभिषेका तदोऽस्माकं केशवस्य प्रसादः अवश्यं तव राजेन्द्र पुत्रप्राप्तिर्भविष्यति इत्येवं वचनात् तेषां कृतं राज्ञा व्रतोत्तमं मुनीनामुपदेशेन पुत्रदाया विधानदः द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः आजगाम गृहं राजा राज्ञी गर्भमधादधौ पुत्रो जातस्तुदिकाले तेजस्वी पुण्यकर्मणा पितरं तोषयामास प्रजापालो बभूवसः तस्माद्राजन् प्रकर्तव्यं पुत्रदा व्रतमुत्तमं लोकानां तु हितार्थाय तवाग्रे कथितं मया एकचित्तास्तु ये मर्त्या कुर्वन्ति पुत्रदा व्रतं पुत्रान् प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः पठनाश्रवणाद्राजन्नग्निष्टोमफलं लभेत् इति श्रीपात्मे महापुराणे उत्तरखण्डे उमापदि नारदसंवादे पौषशुक्लपुत्रदैकादशी नाम एकचत्वारिंशोऽध्यायः ॐ